विद्धि यदा होति महाघोच निदायिता संपरिवत्तसाई महावराहोच निवापपुत्थो पुनःपुनांगब्बमुपेति मन्दो. The stupid one, when he is torpid, gluttonous, sleepy, rolls about, lying like a great hawk, nourished on pig wash, goes to rebirth again and again. Pháp Cú câu 325. Người ưa ngủ, ăn lớn, nằm lăn lóc qua lại, chẳng khác heo no bụng, kẻ ngu nhập thai mãi.